सर्वेषां नमस्कारः। तर्हि कर्मणि भावे लुङ् इति विषये इति विषयः प्रवर्तमानः अस्ति। तर्हि वयं गतसप्ताहद्वयं वा पूर्वं वा दृष्टवन्तः इक्स प्रत्ययः सिच् प्रत्ययः एव यद्यपि कर्तृत्वे यत्र भवति तत्र तु दशविधाः भवन्ति प्रत्ययाः, द्वादशप्रकारकः प्रत्ययाः भवन्ति, किन्तु कर्मणि भावे पश्यामः चेत् इक्स प्रत्ययः सिच् प्रत्ययः एव भवितुम् अर्हन्ति इति अर्हतः इति। तर्हि अनन्तरं दृष्टवन्तः शल इगुपद अनितः सः इति सूत्रम्, इत्युक्ते इगुपद अनिर्धातवः ये सन्ति, इगुपद अनिर्धातवः तेषां कृते इक्स प्रत्ययः भवति, विधीयते इति, धातुभ्यः इक्स प्रत्ययः भवति इति। इक्स प्रत्ययः तु हित् अस्ति, तर्हि स इति योजयामः, तत्र प्रत्यये आगच्छति। तर्हि सत सातां सन्त सताः सातां सद्वं सी सावहि सामहि इति भवेत्, किन्तु अत्र किमपि अन्यत् अस्ति चिन् भावकर्मणोः इति सूत्रेण यत्र प्रथमपुरुषे एकवचने तु तत्र चिन् आयाति। अनन्तरं तत्र त इत्यस्य अपि लोपः भवति इति दृष्टवन्तः। अस्तु, तर्हि तर्हि चिनो लुक् इत्यनेन स शब्दस्य लोपः भवति। तर्हि इ सातां सन्त सताः सातां सद्वं सी सावहि सामहि इति दृष्टवन्तः। अनन्तरम् एतदपि अधीतवन्तः यत्र स प्रत्ययः अस्ति तत्र तु ङिति च इत्यनेन गुणकार्यं निषिद्धम् इति। केवलं प्रथमपुरुषे एकवचने एव गुणं वा वृद्धिः वा भवति किमर्थम् इत्युक्ते क्षम्यतां गुणकार्यं भवति किमर्थम् इत्युक्ते आर्जातकप्रत्ययः अस्ति इति कृत्वा भवति। भगिनि, अत्र मम एकः प्रश्नः अस्ति, चिन् भावकर्मणो इति सूत्रेण चिल् चिन् आदेशः भवति चिल् स्थाने, साधु? आं भगिनि, तत्र यत्री प्रथमपुरुषे विहाय सर्वे तिङन्त कर्तृके इति कथम् अस्ति चिन् भावकर्मणो, भावकर्मणो इति पक्षे भवति कर्तृके कथं चिन् भावकर्मणो इति सूत्रं भावकर्मणो तत् पक्षे भवति न तु कर्तृके, कथं किं भवति इत्युक्ते कर्तृत्वे तु सत सातां सन्त इति प्रत्ययः यान्ति द्वादशप्रकारेषु अन्यतमः अस्ति इक्स प्रत्ययः खलु, यत्र इक्स प्रत्ययविधानं यत्र कर्तृत्वे इक्स प्रत्ययः भवति तदा तु सत सातां सन्त सताः सातां सद्वम् इति एव भवन्ति, सावहि सामहि इति तत्र। किन्तु अत्र प्रथमपुरुषे एकवचने भावकर्मणे एव चिन् प्रत्ययः, ओ भावकर्म एते भावकर्मणे अस्ति न तु तिङ् प्रत्ययः कर्तृके सन्ति, कर्तृत्वे अपि भवितुम् अर्हति कर्मणे अपि भवितुम् अर्हति भगिनि, इक्स प्रत्ययः सिच् प्रत्ययः उभौ अपि कर्तृत्वे अपि भवति कर्मणे अपि भवति, पश्चिन् केवलं भावकर्मणो भवति, साधु? यत्र भावकर्मणः विषये अत्र प्रथमपुरुषे एकवचने सत इति प्रबाद्य सत इति प्रत्ययः तत्र स न विद्यते, चिन् भावकर्मणोः इत्यनेन श्ली स्थाने प्रथमं तु श्ली अस्ति खलु, आं तदनन्तरं चिल् सिच् भवति, तदनन्तरं सिच् किस् भवति स, आम् तत्र इक्स प्रत्ययः भवति, इक्स अत्र तु भावकर्मणि तु छ्लिस्थाने चिन् इति उक्तमस्ति। तर्हि अग्रे वयं तत्र तु रूपाणि अपि वयं दृष्टवन्तः खलु, आमां तु मम प्रश्न पुनः स्पष्टी, प्रथमपुरुषे एकवचनविहाय सर्वे तिङ् प्रत्ययः कर्तृके यथा भवन्ति तथैव, तो चिन् यत् एते सन्ति एते भावकर्मणि प्रत्यये सन्ति, साधु? न तु कर्तृके, कर्तृके तत्र सित् भवति, सित् भवति तत्र कर्तृके अपि चिन् भावः भवति, चिन् भावकर्मणोः इति सूत्रस्य विधानं न भवति, तर्हि प्रथमपुरुषे एकवचने सत इति रूपं सत अस्तु साधु अस्तु अग्रे पश्यामः। तर्हि अग्रे तर्हि ए धातवः इगुपद अनिर्धातवः न सन्ति, तर्हि इगुपद अनिर्धातूनां कृते एव इक्सप्रत्ययः भवन्ति। शलन्तदातवः अनन्तरम् इगुपद क्षम्यतां शलन्त इगुपद शलन्तदातूनां विषये एव अनिर्धातूनां विषये एव इक्सप्रत्ययः विधानं भवति शल इगुपदात् अनितः सः इति सूत्रेण। तर्हि अन्ये ये धातवः सन्ति तेषां कृते तु सिचि प्रत्ययः प्रत्ययस्य विधानं भवति। तर्हि तस्मिन् विषये अग्रे पश्यामः। अत्र अरुणा भगिनी पठति किम्? अवशिष्टेभ्यः सर्वेभ्यः, तत्र गुः समाप्य अनन्तरम् अस्ति भगिनी अग्रिमवाक्यम्, अवशिष्टेभ्यः सर्वेभ्यः धातुभ्यः इति गुः धातो भगिनी गुः धातो सेट् पक्षे वयं न कृतवन्तः, वयं न कृतवन्तः, किन्तु गतसप्ताहे वर्गः नासीत्, तर्हि अद्य अद्य केवलं तत्र इकारः भवति इत्येव भगिनी, तत्र पश्यतु सेट् पक्षे तु ई भवति तावदेव। अस्तु, मम प्रश्नस्य वेट् धातव तस्य अर्थं किम् अस्ति? गृहु ब्रुहु त्रुः वेत् धातवः इत्युक्ते वायित् इति, वायित् इत्यनेन किं भवति एकस्मिन् पक्षे ध्वनं भवति, एकस्मिन् पक्षे अनिर्भवन्ति, अन्यस्मिन् पक्षे सेत् भवन्ति। अस्तु, तर्हि रूपद्वयं भवति इति वेत् धातवः। एतावत्पर्यन्तं वयं न दृष्टवन्तः, केचन धातवः सन्ति ये वेत् धातवः इति, सामान्यतया एतावत् पर्यन्तं वयं अनित् वा सेत् इति एव विभागद्वयं द्विधा इति चिन्तितवन्तः, खलु? तथा नास्ति, त्रिधा भवन्ति, धातु वेट् अस्ति अनन्तरं सेट् अपि सन्ति। सो गुः धातु वेट् अस्ति अनित् पक्षे अपि सेट् पक्षे द्वे रूपे दत्तम् अस्ति तत्र। अत्र पश्यामः, अत्र अत्र वेट् इति नामकरणं दत्तमस्ति किं गुः धातुः? पश्यामि भगिनी, गुः धातु तस्य उपरि एक परिच्छेदम् अस्ति, तत् तस्मात् पठामः। गुः धातु अनित् पक्षे रूपाणि तस्य उपरि एकं द्वे ततः आरभ्य आम् आम् तस्मात् पूर्वं मया एकं कर्तव्यं किं पठनीयं भगिनि? एकनिमिषं भगिनि, भगिन्याः प्रश्नः आसीत् गुः धातुः वेट् अस्ति किम् इति प्रश्नः अस्ति, तस्मिन् विषये महोदयेन आवलिं आवलिः दत्ता, तर्हि तदेव एकवारं पश्यामि। अहं विस्मृतवती कालम् अभवत्, आं भगिनि इति वेदधातुः अस्ति भगिनि, धातुः वेद अस्ति भगिनि उक्तवती, अत्र भवत्याः ध्वनिः अस्ति तृह, एते सर्वे तु वेट वेटः सन्ति भगिनि, वृषे सर्वं तु वेट दातवः सन्ति, वेट् तर्हि तस्मात् वाक्यात् आरम्भं कुर्मः किं पठित्वा अग्रे पश्यामः। गृः ब्रुः स्त्रुः स्त्रुः गुः इति वेट् धातवः, इग् उपदाः चलन्ताः च, अनित् पक्षे एभ्यः स प्रत्ययो भवति, सेट् पक्षे एभ्यः सिच् प्रत्ययोः भवति, येषु गुः धातुः लुग्वा दुः दुः दिह् लिह् गुहाम् आत्मनेपदे दन्त्ये इति सूत्रे पठितः, अतः तस्य अनित् पक्षे दन्त्यादिप्रत्ययपरे स लोपो भवति। तर्हि प्रथमविषयः अस्ति एते धातः वेटः सन्ति इत्युक्ते रूपद्वयं भवति, एकत्र सेट् भवति अन्यत्र अन्यस्मिन् पक्षे अनित् भवति इति. तर्हि यत्र अनित् पक्षे किं सूत्रं कार्यं करोति, अस्माकं सलः इगुपदाद् अनितः कृच्छः इत्यनेन सप् प्रत्ययस्य विधानं भवति, यत्र अनित् अस्ति. चेत् पक्षे किं भवति, अस्य सूत्रस्य प्रसक्तिः नास्ति इति कृत्वा अत्र तु सामान्यसूत्रं कार्यं करोति. सामान्यं सूत्रम् अस्ति श्लीलुङ्गि इति सूत्रमस्ति खलु, श्लेहे इति अस्ति श्लीलुङ्गि इति प्रथमसूत्रं, अनन्तरं श्लेहे इति तद् प्रभाद्य श्लेहे इत्यनेन शिक्षिविधानं भवति, सार्वत्रिकम् औत्सर्गिकसूत्रमस्ति. तर्हि तद् कार्यं करोति चेत् पक्षे. अनित् पक्षे स प्रत्ययः विधानं भवति शलः इगुपदादनितः सः इति सूत्रेण, चेतुपक्षे सामान्यसूत्रम् औत्सर्गिकसूत्रं श्लेहे शिच्यति कार्यं करोति. तर्हि शिच्य प्रत्ययस्य विधानं भवति इति प्रथमबिन्दुः. द्वितीयबिन्दुः अस्ति अनित्पक्षे अत्र दन्त्यादिप्रत्ययप्रत्ययस्य लोपः भवति, तस्य कृते अन्यत् सूत्रमस्ति लुग्वा दुह दिहलिह गुह आत्मनेपदे दन्त्ये इति एकं सूत्रमस्ति. अनेन दन्त्यप्रत्यये परे दन्त्यादिप्रत्यये परे इत्यस्य लोपः भवति इति. तर्हि भगिनी रूपं तत्र गुहुदातोः अनित् पक्षे रूपाणि वदति किम्? गुहुदातोः अनित् पक्षे रूपाणि अगोहि अगुच्छाताम् अगुच्छन्त अगुच्छताः अगूढाः अदुच्छाताम् अगुच्छद्वम् अदुद्वम् अदुक्षि अदुच्छावहि अगुह्वहि अगुच्छामहि. अत्र अत्र वा इति अस्ति दन्त्यादिप्रत्यये परे इत्सप्रत्ययस्य विकल्पेन लोपः भवति इति कृत्वा यत्र इध्वम् अस्ति तत्र तु इक्स इध्वम् इति अस्ति खलु, तत्र विकल्पेन लोपः भवति. अनन्तरं थाः इति अपि अस्ति, तत् दन्त्य दन्त्यवर्णाः सन्ति खलु, तत् दन्न इति दन्त्य. अनन्तरं वकारः अपि दन्त्यः अस्ति खलु, वकारः अपि दन्त्यः अस्ति इति कृत्वा तत्र तत्र एकद्वयं भवति, एकस्मिन् पक्षे उच्चप्रत्ययः भवति अन्यस्मिन् पक्षे इच्छप्रत्ययस्य लोपं भवति. अस्तु किं गुह्धातुः सेत् पक्षे रूपाणि अगोहि अगुहिषाताम् अगुहिता अगुहिषत अगुहिष्ठाः अगुहिषाताम् अगुहिध्वम् अगुहिध्वम् अगुहिसि भगिनी अत्र सेट् पक्षे गु धातु गु कथं भवति गुहि अगोहि इति तत्र प्रथमम् अडागमः भवति अयोगगुः तदनन्तरं चिन् अस्ति पुगन्तलघुपदने गुणः भवति अगोहि इति भवति साधु, किन्तु अगुहिषितां तत्र कथं गु भवति अगुः योग इशातां साधु, तत्र सेट् प्रत्ययस्य इशाताम् इति सिद्धतिङ्गप्रत्ययः अस्ति किन्तु गु कथं भवति. अत्र अत्र किमर्थं दीर्घ ऊकारः भवति इति तत् प्रश्नः अस्ति मम. अत्र ऊदुपदा गोहः इति एकं सूत्रमस्ति इति मन्ये भगिनि, गुहुधातोः अजादिप्रत्यये परे अत्र गोः इति अत्र रूपम् आगन्तु प्रसक्तिः अस्ति, गुणकार्यस्य प्रसक्तिः अस्ति चेत् गोः इति रूपं भवति चेत् अजादिप्रत्यये परे यदि गोः इत्यस्य प्रसक्तिः अस्ति चेत् तं प्रबाद्य ऊकारादेशः भवति, तर्हि गु इति भवति. केन सूत्रेण ऊदुपदाय गोहः इति सूत्रेण 6489 ऊदुपदायाः गोहः दीर्घत्वं महोदय सूत्रस्य संख्या किं महोदय 6489 महोदय अष्टाध्यायस्य चतुर्थपादः नवाशीतितमं सूत्रम् प्रत्ययस्य विषये अग्रे दत्तमस्ति. अधुना केवलं रूपं दृष्ट्वा पश्यामः, अनन्तरम् उदाहरणसहितं सहितं चर्चा क्रियते. महोदय भगिनी पूरयतु. भगिनि अघोषि अघोषिषाताम् अघोषिषत अघोषिष्ठाः अघोषिषाताम् अघोषिध्वम् अघोषिध्वम् अघोषिषि अघोषिष्वहि अघोषिष्महि. तत्र सर्वत्र ई इकारः अस्ति चेत् अस्ति इति कृत्वा इकारः आगच्छति. अनन्तरं सिच् प्रत्ययः कित् प्रत्ययः अस्ति सिच् प्रत्ययः इति कृत्वा अत्र तु अपुगन्तलघुपदस्य चित्तस्य प्रसक्तिः भूत्वा गोः इति भवितुम् अर्हति. तदा यत्र अजादिप्रत्ययः अस्ति गोः इति भवितुम् अर्हति, तदा तु गोः प्रबाद्य गूः इति भवति, ऊकारः दीर्घ ऊकारः भवति. अस्तु किम् अवगतं खलु रूपं साधयामि? तत्र तु चिन्भावेन तत्र गुणकार्यं भवति. तत्र तु इक्स प्रत्ययः नास्ति खलु भगिनि, चिन्भावः अस्ति. तत्र तु चिन् अपि प्रबाद्य स्विच् अपि प्रबाद्य क्षम्यताम् इक्स स्विच् द्वय उभयमपि प्रबाद्य तत्र चिन् भवति खलु. चिन् भावकर्मणोः इति सूत्रेण तत्र तु भवति गुणकार्यं भवति. अजादिप्रत्ययः अपि नास्ति अत्र तु. सर्वे गुणकार्यं नास्ति, अगोहि एव न. अत्र अत्रापि अजादिप्रत्ययः, किन्तु अत्र किमर्थम् अजादिप्रत्ययः अपि अस्ति खलु. तर्हि महोदयं पृच्छामः किमर्थम् ऊदुपदाय अगोहः किमर्थं कार्यं न करोति इति. अग्नि अधोभागे महोदय त्रीणि नूतनसूत्राणि दत्तम् अस्ति. ते यदि वयं पूर्वं पठामः प्रायः. आं भगिनि प्रथमं पठित्वा अनन्तरम् आगत्य चर्चां कुर्मः. आगत्य पश्यामः. मणिमहोदय अग्रे पठतु किं महोदय. महोदय एकनिमिषं महोदय, अन्यः सन्दर्भः एकनिमिषं महोदय. अस्तु महोदय. क्षम्यतां महोदय. अत्र अत्र उभौ अपि असिद्धवत् अत्र अभात् इति आगच्छति इति मन्ये. पश्यामि पठामि भगिनि. एकनिमिषं एकनिमिषं भगिनि. अत्र सरला भगिनी अग्रे आगतवती खलु. सरला भगिनी पठतु. अस्तु. अवशिष्टेभ्यः सर्वेभ्यः धातुभ्यः सिच् प्रत्ययो भवति. सिच् प्रत्यये सकार इत्येव तिष्ठति. कर्तृके अनित् सिच् प्रत्यये निष्पन्ना आत्मनेपदसंज्ञका प्रत्यया इमे स सातां स स्था स्था साथां ध्वं स्वहि स्महि. कर्तृके सेट् सिच् प्रत्यय निष्पन्ना आत्मनेपद्य संज्ञक प्रत्यया इमे इष्ट इषाताम् इषत इष्ठा इषाथाम् इढ्वम् इषि इष्वहि इष्महि. अत्र यदि सिच् प्रत्यय सेट् अस्ति तत्र ध्वं तस्य पूर्वं सिच् न भवति वा? महोदय उक्तवान् केवलं इदानीं सिद्धतङ्ग प्रत्यय पश्यतु तस्य पुनः अन्य कक्षायां भवति कथं निर्माणम् तत्र नास्ति. आं भगिनि अस्तु. अत्र सेट् स्विच् अस्ति तत्र इडागम आसीत् अथवा तत् तत्कारणे इष्ट इशाताम् इति भवति साधु इडागम भवति सकारस्य शकार आदेशप्रत्ययोने तदनन्तरं शकार भवति तकारस्य टकार भवति इष्टनाष्टुः इति आग इति अहं चिन्तयामि. तद् भवति साधु इषातामपि तथैव सकारस्य शकार आदेशप्रत्ययोनेन भवति. भगिनी पठतु महोदय अनन्तरम् आगत्य पुनः भवान् पठतु. कर्मणि भावे च कर्तृवाचकस्य प्रत्ययेभ्य तावान् एव भेद यत् प्रथम पुरुषे एकवचने चिन् भावकर्मणो इत्येन चिन् आदेश चिणो लुक् इत्येन चिन् उत्तरस्य त शब्दस्य लुक्. कर्मणि भावे च प्रथमपुरुष एकवचने विहाय सर्वे तिङ् प्रत्ययाः कर्तृके यथा भवन्ति तथैव कर्मणि भावे अनित् सिच् प्रत्यया निष्पन्ना आत्मनेपद्यसंज्ञकप्रत्यया इमे चिन् साताम् सतस्था साथाम् ध्वम् सि स्वहि स्महि. कर्मणि भावे सेट् सिच् प्रत्यय निष्पन्ना आत्मनेसंज्ञक प्रत्यय इमे चिन् इषाताम् इषत इष्ठा इषाथाम् इध्वम् इषि इष्वहि इष्महि. सो अत्र अस्माकं यत्र सिच् प्रत्यया योजने भवति तत्र के सिद्धतिङ्गप्रत्ययः अनित् अस्ति तत्र इचिन् सातां सतस्था साथां ध्वं सि स्वहि स्महि. यदि सेत् अस्ति तत्र इडागम आगच्छति अतः इचिन् प्रथमपुरुषे एकवचने प्रत्यय समान अस्ति सेट् वा अन्यत् अस्ति इषाताम् इषत इष्ठा इषाताम् इध्वम् इच्छि इष्वहि इष्महि सेट् प्रत्यया भवन्ति. अस्तु अहं पठामि अग्रे वा? तत्र अत्र अगोहि ते ते सर्वे कर्तृते अस्ति वा कर्मणि भावे एव भगिनि यत्र अगोहि इति चिन् चिन् विधानस्य कारणात् एव ई इति आगतं खलु तर्हि कर्मणि भावे एव कर्मणि भावे एव अगोहि अगोहि हा हा अगु अगुक्षातां सर्वे सर्वे कर्तृते नास्ति कर्मणि भावे एव कर्तृते अस्ति चेत् तत्र तु सत इति भवति स्म खलु अस्तु महोदय. भगिनी पठतु भगिनी अग्रे आगच्छति किं भगिनि? अस्तु एषां रूपाणां निष्पदनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत् प्रत्ययस्मिन् सकारस्य लोपः भवति द्विष इति सूत्रेण पूर्वं वयं सन्धिसूत्रं पठितवन्तः खलु दकारादौ प्रत्यये परतस्य परतः सकारस्य लोपः भवति इति द्विष इति सूत्रेण सकारस्य लोपः भवति इति प्रथमम् आयाति प्रथमसोपाने तदनन्तरम् इस् इत्यस्य लोपः भवति द्विष इति सूत्रेण तर्हि ध्वम् इति तिष्ठति. अस्तु अस्तु, इदानीम् अहं स्मरामि ते उक्तवन्तः वर्गे धीच कारण की सूत्रं प्रथम पूर्वं ज्ञातमस्ति तत् किमपि न उक्तवन्तः वयं विश्रमति अस्तु धीच अस्तु. सो अतः द्वाम् एव तिष्ठति तत्र अस्तु. अत्र यदि यत्र ओ गोहा गुहा घुशाताम् इति द्वितीय मध्यमपुरुषे थकार अस्ति तस्य मुद्रं दोषति खातु गुहिष्ठा गुहिशातां तत् गुहिशाथां भवति साधु मुद्रं दोष अस्तु मुद्रं दोष अस्तु. अत्र तत्र यत्र ध्वम् अस्ति तत्र रूपे द्वे दत्तमस्ति तत्र द्वयं रूपं दत्तमस्ति साधु अहं न अवगच्छामि कथं तत् अत्र किम् अस्ति ध्वं प्रत्ययपरे गूहि ध्वम् इति अस्ति अनन्तरं ध्वम् इति अपि अस्ति वा दकारः अपि आगतः अधोभागे दत्तम् अस्ति किं सूत्रम् अस्ति ठकारस्य ठकार भवति तेन शी ध्वं लुं लितां धो अङ्गात् इति तत्र अस्ति विभाषेट् अनेन अग्रे पश्यामः भगिनि अग्रे पश्यामः अस्तु धन्यवादः भगिनि रामप्रिया भगिनि आम् आं भगिनि येषां रूपाणां निष्पादनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत् प्रत्ययस्य स्वभावम् अनुसृत्य एव अङ्गकार्यं प्रवर्तनीयं भवति प्रथमम् अस्ति चिन् प्रत्ययः नित् इति कारणतः नित्वात् यावत् कार्यं शास्त्रे भवति तत्सर्वम् अत्रापि भवेत् अस्मिन् पाठे लृट् लृङ् लुट् आशीलिङ् इत्येषां प्रसङ्गे अपि एतादृशमेव चिन्तनं साधितम् आसीत् अधुना लुङ् प्रसङ्गे अपि भवति अस्तु बिन्दुत्रयम् अपि पठित्वा वदामि भगिनि अस्तु अवशिष्ट षोडशप्रत्ययाः नित् न सन्ति तेषु परेषु कर्तृवाच्य आत्मनेपदे या प्रक्रिया भवति यया च यानि रूपाणि निष्पद्यन्ते सा एव प्रक्रिया तानि एव रूपाणि कर्मवाच्य आत्मनेपदे अपि भवन्ति अतः कर्तरी लुङ्गि एतत् सर्वं पठिष्यते परन्तु लुङ्गि कर्मवाच्ये अजन्तधातूनां हन् ग्रह् दृश् च इति धातूनां येषु षोडशसु प्रत्ययेषु परेषु विशिष्टकार्यं भवति यतोहि एभ्यः धातुभ्यः एते षोडशप्रत्ययाः यद्यपि मूले नितः न सन्ति किन्तु तत्र नित्वद्भावः अध्यारोप्यते सूत्रम् अस्माकं परिचितमेव अस्तु येषां रूपाणां निष्पादनार्थम् इत्युक्ते एतद् उपरि दत्तरूपाणां निष्पादनार्थं वयं प्रत्ययस्य अभिज्ञानं भवेत् इति दत्तमस्ति यदा वयं पूर्वमपि प्रत्ययस्य स्वभावम् आधारीकृत्य एव अङ्गकार्यं सर्वदा प्रवर्तन्ते अङ्गकार्याणि अस्तु चिन् प्रत्ययः नित् अस्ति इति कारणेन नित्वात् यत्किमपि कार्यं भवति तत्सर्वम् अत्रापि भवेत् अस्मिन् पाठे लृट् लुङ् लुट् आशीर्लिङ्ग् इत्येषां प्रसङ्गे वयं पूर्वं दृष्टवन्तः किल नित् अस्ति चेत् यत् कार्यं भवति इति तदेव पुनः अत्रापि भवति भगिनि प्रतिध्वनिः अस्तु अधुना लुङ् प्रसङ्गे अपि तादृशमेव नित् आधारीकृत्य यत्किमपि अङ्गकार्यं भवति तत्सर्वम् अत्रापि भवति इति अनन्तरम् अवशिष्टषोडशदातव प्रत्ययाः मित् न सन्ति. अस्तु, प्रथमं यद् ईकारः अस्ति प्रथमपुरुष एकवचने तदेव चिन् अस्ति, तत्र एव नित् इति कारणेन यत्किमपि अङ्गकार्यं भवति तद् भवति. परन्तु यत् अवशिष्टषोडशप्रत्ययाः ते तु नित् न सन्ति, अतः तत्र किं भवति इत्युक्ते कर्तृवाच्ये आत्मनेपदे या प्रक्रिया भवति यया च यानि रूपाणि निष्पद्यन्ते सा एव प्रक्रिया रूपाणि. अस्तु, कर्तृवाच्य आत्मनेपदी पदे यद् यत् सोपानं वयं कुर्मः रूपसाधनार्थं तदेव अत्रापि भवति. कर्मवाच्ये अपि आत्मनेपदी अनुसृत्य रूपाणि तत्र अत्रापि भवति. अतः अग्रे आगच्छति इति पठिष्यते. कर्तरी लुङ् विषये तु वयम् इदानीं पर्यन्तं न पठितवन्तः, प्रायः अग्रे आगच्छति. परन्तु किं भवति अत्र इत्युक्ते लुङि कर्मवाच्ये अजन्तधातूनाम् अजन्तधातुः हन् ग्रह् दृश् अजन्तधातूनाम् अनन्तरं हन् ग्रह् दृश् इति इत्येषां धातूनां षोडशसु प्रत्ययेषु परेषु विशिष्टकार्यं भवति. एतत्तु वयं पूर्वं दृष्टवन्तः. स्युट् तासिषु भावकर्मणोरुपदेशो उपदेशे अजनग्रहदृशां वा चिन्वत् च इति पूर्वम् एतत् सूत्रं दृष्टवन्तः. येन चिन्वद्भावः भवति येन इडागमः आरोप्यते इति तदेव नित्वद्भावः आध्यारोपयते इति अस्ति. तदेव विशिष्ट वैशिष्ट्यम् अस्मिन् गणस्य कर्मवाच्ये लुङि इत्यस्य. अग्रिमसूत्रं प्रथमवाक्यम् अन्तिम सिच्सियुतासिषु भावकर्मणोरुपदेशे जनग्रहदृशां वा चिन्वत् इट् च. भावकर्मविषये आर्धधातुक उपदेशे अजन्तधातूनां हन् ग्रह् दृश् च धातूनां विकल्पेन चिन्वत् कार्यं भवति. स्य सिच् सियुतासि इत्येषु परेषु चिन्वत्पक्षे स्यसिच् सियुतासीनाम् इडागमो भवति. अस्तु, इडागमः एव विषयः अत्र. तत्र अस्माकं अनुवृत्तिसहितसूत्रमस्ति आर्धधातुक उपदेशे अजन ग्रहदृशाम् अङ्गानां वा चिन्वत् इट् च स्यसिच् सियुतासिषु भावकर्मणोः. यदा भावकर्म कर्म इति अस्माकं विवक्षा अस्ति भावकर्म विषये स्यसिच् सियुतासि तास् इति प्रत्ययेषु परेषु आर्धधातुक उपदेशे अजन्तधातुः किल अजन्तधातुः हन् ग्रह् दृश् धातूनां विकल्पेन चिन्वत् भवति. चिन्वत् इत्युक्ते इडागमः विकल्पेन चिन्वत् चिन्वद् इत्यनेन किं किं सूत्राणि सामान्यतया यत्र सामान्यतया पुगन्तलघु अर्धधातुकप्रत्यये परे पुगन्तलघुपदस्य सार्वधातुकार्धातुक कार्यं करोति खलु. किन्तु अत्र चिन्वद् अस्ति मित् अस्ति इति कृत्वा अचोनिति अनन्तरम् अतोपदायाः इत्यनेन वृद्धिः भवति. अनन्तरं युकागमः आकारान्तधातूनाम् आतो युक्तिं कृपोः इत्यनेन युकागमः भवति. अनन्तरं हन् धातोः हो हन्ते निम्नेषु इत्यनेन कुत्वं भवति. अनन्तरं चिन्नमलो दीर्घो अन्यतरस्याम् इत्यनेन मितां धातूनाम् उपदा विकल्पेन दीर्घः भवति इति पूर्वं दृष्टवन्तः. तर्हि यत्र चिन्वद्भावः इति वदामः तत्र तु एते चत्वारि कार्याणि सम्भवन्ति. तदनन्तरम् इडागमः अपि नित्यं भवति. अत्र चिन्वत्पक्षे इडागमः यद्यपि अनिर्धातुः अस्ति तथापि इडागमः भवति इति. धन्यवादः भगिनि. पुष्प भगिनी अग्रे पठितुं कस्यपि प्रश्नः अस्ति किं? भगिन्या यत् त्रीणि कार्याणि उक्तानि अत्र नव प्लस् नव अष्टादशप्रत्ययाः सन्ति. अष्टादशप्रत्ययेषु यत्र प्रथमपुरुषे एकवचने यत् रूपम् अस्ति तत्र तु निच् चिन् इति आगच्छति, इकारः अस्ति इति कृत्वा चेत् पक्षे अनित् पक्षे अपि प्रथमपक्षे एकवचने इकारः एव अस्ति चिन् अस्ति इति कृत्वा तत्र तु चिन्मद्भावः तत्र भवति एव. अनन्तरम् अन्य अष्ट प्लस् अष्ट योग अष्ट इत्युक्ते षोडश ये प्रत्ययाः सन्ति अष्ट अनित्पक्षे अष्टप्रत्ययः, अनन्तरं सेट् पक्षे अग्रे अष्टप्रत्ययाः सन्ति. तेषां कृते तु प्रक्रिया तु कर्तरि कर्तृवाच्य आत्मनेपदी यत् कार्याणि सन्ति समानकार्याणि सन्ति अत्रापि. किमर्थम् इत्युक्ते किमपि भेदः नास्ति अत्र, तदेव प्रत्ययः तदेव रूपम् इति वयं साधयामः. केवलम् आत्मनेपदीप्रत्ययः इत्येव भेदः. अनन्तरम् अस्ति यत्र ये विशिष्टधातूनां कृते अजन्तधातूनां कृते हन् द्रस् दृश् एतेषां धातूनां कृते पक्षद्वयं भवति. एकस्मिन् पक्षे चिन्वद्भावः भवति, इडागमः भवति. अन्यस्मिन् पक्षे सामान्यतया यत् कार्यमस्ति, यदि अनित् धातुः अस्ति चेत् अनित् भवति. तादृशं कार्यम् इति त्रीणि कार्याणि. अग्रे सरेण पुष्पभगिनी पठितुमिच्छति. पठामि वा? तर्हि तर्हि अत्र अजन्तधातूनां बहु ध्वनिः अस्ति वा भगिनि? अत्र नास्ति सम्यक्? तर्हि अत्र अजन्तधातूनां कर्मणि लुङि रूपाणि परिशीलनीयानि. ध्येयं यत् धातुः सेट् चेत् कर्मणि भावे सेट् चेत् सिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः अपेक्षन्ते. हा, तद् पूर्वे दृष्टं. धातुः अनिट् चेत् कर्मणि भावे अनिट् स्विच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः अपेक्षन्ते. अस्तु, तद् विषयं वदनं. तत्र अजन्तदातूनां कृते भाव पक्षद्वयम् इति उक्तवन्तः खलु, स्यचित्प्रदेशे जनग्रहदृशेन पक्षद्वयं भवति. यत्र सेट् भवति तत्र तु सेट् इति निष्पन्न ये प्रत्ययाः सन्ति ते भवन्ति. अनन्तरम् अनित् पक्षे तु अन्भिन्नप्रत्ययः ये वयं कृतवन्तः तत् स्वीकृत्य चिन् पक्षे चिन् इति आकारान्तदातवः प्रथमपुरुषैकवचने ई प्रत्ययः चिन् एव. अतो युक् चिन् कृतोः इत्यनेन आदन्तानां युगागमः भवति. आकारधातुः सन्ति चेत् यकार युक् आगच्छति. अतो युक् चिन् कृतोः सूत्रं वदति आदन्तानां युगागमः स्यात् चिनि ङिति कृति च चिन् वा नित् कृत् प्रत्ययेषु परेषु आकारान्तानां धातूनां युक् आगमः भवति. चिन् च कृत् च तयोः इतरेतरद्वन्द्वः चिन् कृतौ तयोः चिन् कृतोः आतः षष्ट्यन्तः युक् प्रथमान्तं चिन् कृतोः सप्तम्यन्तं त्रिपदनिजमसूत्रम् अचो निति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य आतः युक् चिन् कृतोः निति अस्ति. चिन् चिन् अस्ति वा चिन् कृते निति कृते चिन् इति एकम् अस्ति, तदेव अधुना अस्माकं विवक्षा अनुसृत्य चिन् अस्ति चेत् आतः आकारान्ताङ्गस्य युगागमः भवति इति एकं विषयं. अनन्तरं किम् अस्ति कृदन्ते यदा नित्वा नीत्वा अस्ति चेत् तत्र अपि लुक् प्रत्ययः भवति आदन्तानन्तानां कृते. उदाहरणार्थं धातुः धातुः दायकः इति भवति युक् युक् योजयित्वा अकः इति नूल् प्रत्ययः आगच्छति चेत् तत्र नुल् तु नित् अस्ति खलु कृत् नित् कृदन्तमस्ति नित् अस्ति इति कृत्वा तत्र गायकः इति युकागमः भूत्वा गायकः इति भवति. भिन्नविषयः अधुना तु छिन् अस्ति छिन् इति यद्यपि अत्र कृत् प्रत्ययस्य विषये वयं निरक्षणं नास्ति किन्तु छिन् अस्ति इति कृत्वा युक् प्रत्ययः भवति इति. अत्र गी गी न आगच्छति ईकारः न आगच्छति तत्र गायति अस्ति अत्र तु कृदन्तानां कृते नित्वा नीत्वा अस्ति चेत् युक् प्रत्ययः भवति गायकः इति. अत्र ऐकारस्य आत्वं भवति आदेश उपदेशति इत्यनेन अनन्तरम् आत्वं भूत्वा अनन्तरं तु अनेन सूत्रेण आतोयुक्चिन् कृतोः इति सूत्रेण गायकः भवति. तथैव दा धातुः साक्षात् एव आकारान्त धातुः अत्र चिन् अस्ति णित् अस्ति कृदन्तनित् अस्ति इति कृत्वा तत्रापि युकागमः भवति तर्हि दायकः इति रूपम्. अत्र तु केवलं चिन् अस्ति अत्र तु कृत् इत्यस्य विवक्षा नास्ति केवलं चिन् अस्ति इति कृत्वा युकागमः भवति. नित्य नित् इति कृत् इत्यस्य विशेषणम् अस्ति भिन्नम् अस्ति. अग्रिमसूत्रमपि प्रथमवाक्यम् लुङ् लुङ् लुङ् लङ् लृङ् क्षुडुगातः धातुरूपी अङ्गस्य अट् आगमः भवति लुङ् लङ् लृङ् इत्येष परेषु अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्षु. अस्तु अस्तु अत्र अकारः पूर्वे भवति लुङ् लङ् लृङ् इति एते लकारेषु इति धातुः धातुः अनित् रूपाणि परिशीलयानि परिशीलनीयानि दा योगः लुङ् लुङ् लङ् लृङ्षु अडुदात्तः इत्यनेन अदा आगच्छति अदा लुङ् भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति. हा प्रथमपुरुष एकवचने अदा योगः इ तदे अतो युक् चिन् कृतोः इत्यनेन युगागमः चिनि परे अदा युक् योगः इ अदायि तद् सम्यक् अर्थम् आगच्छति. तदेव पूर्वे ई एव तिष्ठति प्रथमपुरुष एकवचने इति उक्तं न अत्र अत्र अदायि आतो युक् किं कृतोः इत्यनेन युकागमः भवति आतो युक् इकारः चिन् अस्ति इति कृत्वा चिन् अस्ति इति कृत्वा युकागमः भवति. बहु धन्यवादः भगिनि. अग्रे पुनः अरुणा भगिनि पठति किं भगिनि. प्रथमपुरुषे एकवचने यत् प्रश्नः नास्ति खलु उभयत्र अत्र अदायि इति रूपं साधयामः अत्र सेत् वा अनित् वा भवतु अनित् पक्षे वा सेत् पक्षे वा भवतु उभयत्र तु अदायि इत्येव रूपम् इत्येव प्रत्ययः अस्ति खलु. किन्तु वयम् अनित् इत्यस्मिन् विषये चर्चां कुर्मः अधुना. पठतु भगिनि. स्था धातोः गुसंज्ञकधातूनां च अन्त्य अलः ह्रस्वः इकारादेशो भवति सिचः किद्वद्भावो भवति च आत्मनेपदे परे ताश्च गुश्च तयोः इतरेतरद्वन्द्वः स्तागु तयोः स्ताग्वोः षष्ट्यन्तम् इत् प्रत्ययप्रथमान्तं च अव्ययपदं त्रिपदविधं सूत्रं हनः सिच् इत्यस्मात् सिच् इत्यस्य अनुवृत्तिः असंयोगालिट् खित् इत्यस्मात् खित् इत्यस्य अनुवृत्तिः लिङ् सिचावात्मनेपदेषु इत्यस्मात् आत्मनेपदेषु इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ताग्भोः इत् स सिचः खित् आत्मनेपदेषु अत्र सूत्रं वदति स्थाधातु अधुना च घूसञ्ज्ञकधातु अन्त्य दादातु दादातुः अपि घूसञ्ज्ञकधातुः अस्ति खलु तर्हि दादातोः अन्त्य अलः स्थाने ह्रस्वकारादेशः इत्युक्ते दादातोः कृते किं भवति रूपं दि इति हा दि इति भवति सिच् प्रत्यये परे दि इति आत्मनेपदे पदसिच् सिच् प्रत्यये परे इति अस्ति तदेव कर्मणि प्रयोगे न कर्तरि प्रयोगे कर्तरि अपि समानमेव कर्तरि अपि दादातुः उभयपदी अस्ति खलु तर्हि कर्तरि अपि अत्र आत्मनेपदे प्रत्ययः भवति सिच् प्रत्ययः अपि मध्ये भवति चेत् तर्हि तत्र आकारस्य इकारः भवति तर्हि तत्रापि समानरूपमस्ति भगिनि आत्मने परसेपदी आत्मनेपदी इति रूपद्वयं भवति खलु उभयपदी इति कृत्वा तत्रापि समानरूपं भवति अधधा इति गूसंज्ञकानाम् अधदातवः दादा अदाङ् इति किमपि सूत्रमस्ति भगिनि अनेके दादातवः सन्ति त्रि चत्व पञ्च वा षड् वा दादातवः षड् षट् इति उक्तवान् महोदय दाद्वा दाप् तदेव अहं लिखितवती न अन्यसु दातु न आरभितवती अदाप् विहाय अदाप् इति विधाय अत्र किमित्युक्ते दुदाङ् दाने इति अस्ति अनन्तरं दान् दाने इति अपि अस्ति दा धातुः दाने इति अस्ति दाण् इति धातुः अस्ति अनन्तरं दो इति धातुः अस्ति यद्यपि ओकारान्तः अन्ते अस्ति तथापि आत्मनेपदी यत्र प्रक्रिया भवति तत्र तु ओकारस्य आत्वं भवति खलु आदेशशिति लक्षिति इति सूत्रेण तर्हि तेन आकारत्वं प्राप्नोति इति कृत्वा तदपि दो इति अस्ति तदपि धा इत्यनेन गृह्णामः दधा द्वाप् इति अस्ति अनन्तरं देङ् इति अस्ति रक्षणे इति दाप् लवणे दैप् शोषणे इति दो दे दा दै इति अपि अस्ति यद्यपि ऐकारः ओकारः च सन्ति तथापि दा इत्यनेनैव तस्य ग्रहणं भवति सर्वेषां दा इत्यनेनैव ग्रहणं भवति अनन्तरं धा धातुः अपि अस्ति इति कृत्वा दा धा ये धातवः सन्ति तेषां सर्वेषां ग्रहणं भवति अत्र अदाप् इति अदाप् दातुं वर्जयित्वा इति दत्तम् भगिनी एतद् अतिदेशसूत्रं किल केवलं संज्ञासूत्रमस्ति खलु भगिनि ओ एतत् सूत्रं स्वाधोरिच्छ इति सूत्रं वदतु किम् आम् आम् स्वाधोरिच्छ इकारादेशो भवति इति भवति तत्तु विधिः अनन्तरं कित्वद्भावो भवति च इति दत्तमस्ति किल सिचः कित् भावो भवति कित् भावः भवति आं सत्यं तर्हि किमपि आं सत्यनिषेधः भवति आं गुण आरोपणं भवति अतिदेशसूत्रमस्ति विधिसूत्रमपि अस्ति अतिदेशसूत्रमपि एकप्रश्नः भगिनि घूसञ्ज्ञकधातोः इति वदनेन किं वदति ते तदेव वदन्ति आसन् भगिनि दादा द्वदाप् इति सूत्रं तद् तद् सम्यक् पञ्च वा षड् वा दातातूनां दा अनन्तरं धा धातूनां ग्रहणं भवति पञ्चव षड् वा धातूनां तत्र ग्रहणं भवति गु इत्यनेन. अस्तु, अग्रिमसूत्रम् इणः पठामि भगिनि. पठतु भगिनि. इणः श्विद्वं लुङ् लिटां धो अङ्घात् इनन्त अङ्गोत्तरस्य शिद्वं लुङ् लिट् इत्येषां सम्बद्धकारस्य स्थाने मूर्धन्य आदेशो भवति. भगिन्याः प्रश्नः आसीत् खलु किमर्थं दकारः कुतः आगतः इति तत्र अनेन सूत्रेण. पूर्वं गुह् धातुः विषये भगिनी पृष्टवती गुढ्वम् इति किमर्थं रूपम् इति. गुहिड्वम् इति किमर्थं रूपम् इति अनेन सूत्रेण. अत्र मूर्धन्यदकारः भवति इति निमित्तं किम्? इण् के के वर्णाः सन्ति? इतोपि इङ्कोः इति अस्य इत्यस्मात् भवति इति कृत्वा इन् सर्वदा परणकारः एव भगिनि. एवं एकत्र केवलम् एकत्र तथा नास्ति इति मन्ये खलु. न न अन् विषये एव न इन् सर्वदा परणकारः एव अन्य विषये एव अनुदित्सवर्णस्य च प्रत्ययः इत्यत्र एव ऐ ऊन् परन्तु सर्वत्र अन्यत्र विपरीतक्रमः तादृशम् इन् सर्वदा परणकारः एव. तर्हि इन् उत्तर अन्त इणन्ताङ्गस्य किं भवति? लुङ्ग लुङ् लकारस्य विषये लुङ् प्रत्ययः लुङ् लकारे लिट् लकारे मूर्धन्य आदेशः भवति. तर्हि मूर्धन्य स्थानेन्तरतमः इत्यनेन मूर्धन्य ढकारः भवति. तर्हि सीयुट् योगः ध्वम् इत्यस्मिन् शीध्वम् इति आयाति खलु तत्रापि. अनन्तरं अन्यत्र तत्र अस्ति भगिनी शीध्वं कथं भवति? शीध्वं सीयुट् इत्यस्य लोपः भवति भगिनी तत्र टकारस्य लोपः भवति सी इति एव अवशिष्यते. अस्तु, पूर्वम् अत्र तत्र तत्तु वयं लिङ् लिङ् सीयुट् तु वयं किमत्र लिट् कुत्र आत्मनेपदी पठितवान् तत्र पठितवन्तः. अस्तु, तर्हि तर्हि इणः अङ्गात् शीध्वं लुङ्लितां दः मूर्धन्यः इति अस्ति. शीध्वम् इति वदन् यत्र लुङ् इति अस्ति खलु लुङ् इत्यनेन लुङ् लकारस्य यत्र दकारः अस्ति तत्र तु मूर्धन्यादेशः भवति विकल्पेन इति दत्तमस्ति किम्? धन्यवादः. सो भगिनी एतत् सूत्रस्य अर्थं पुनः वदतु न एनः श्रीध्वं लिङ् लिटां दोङ्गात् कर्तरि अर्थे यत्र वयं एतत् कर्तरि वा कर्मणि वा भवतु तत्र यत्र शीध्वम् इति भवति अनन्तरं लुङ्लकारे लिट्लकारे एतेषाम् यत्र धकारः भवति तत्र धकारस्य स्थाने मूर्धन्यकारः अस्माकं बहु मध्यमपुरुषे बहुवचने ध्वं ध्वं भवति इति भवति किन्तु अग्रिमसूत्रम् आयाति यत्र विकल्पेन इति आगच्छति इति विकल्पेन तदेव महोदय उक्तं न भगिनि यत्र युदागमः भवति चेत् तस्मात् परस्य विकल्पेन भवति इति अग्रिमसूत्रं वदति विभाषेतः अष्टम अध्यायस्य तृतीयपादे नवसप्ततिसूत्रम् एणः पडो यः इत् ततः परेषां शीध्वं लुङ् लित् इत्येषां सम्बद्धकारस्य स्थाने मूर्धन आदेशो विकल्पेन भवति विभाषा प्रथमा अन्तम् इत् पश्चम् पञ्चम्यन्तं द्विपदमिदं सूत्रम् एण् शीध्व लुङ्लितां धो अङ्गात् इत्यस्मात् एण शीध्वं लुङ्लितां ध इत्येषाम् अनुवृत्ति अपदान्तस्य मूर्धन्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् एणः इतः शीध्वं लुङ्लितां च मूर्धन्य अपदान्तस्य विभाषा संहितायां पूर्वसूत्रस्य अष्टमाध्यायस्य तृतीय सप्त अष्टसप्ततिसूत्रमस्ति तस्य पूर्णतया अनुवृत्तिः अस्ति एतत् सूत्रे एणः अति एणः प्रत्याहारे सर्वे स्वराः अपि हयवर ल इति वर्णः आगच्छति तस्य परे यदि शीध्वं वा लुङ् वा लिट् इति प्रत्याया लिङ् लुङ् लिट् इति प्रत्ययाः आगच्छन्ति लुङ् इति सिच् प्रत्ययः अस्ति लिट् लिट् अपि सिच् अस्ति तद् प्रत्या आगच्छन्ति तत्र धकारस्य स्थाने मूर्धन मूर्धन्य धकार विकल्पेन आगच्छति तत्र परे सो एण इत शीध्वं लुङ्लितां च मूर्धन्य अपदान्तस्य विभाषा संहितायाम् इति तर्हि कुत्र कुत्र रूपम् अस्माकं दादातोः कृते अस्य सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति इति वदति किं भगिनि यत्र भावः अस्ति तत्र भवति किं प्रसक्तिः चिन्वत् भवति तत्र न भवति कारणकी किमर्थं न भवति इडागमः तु भवति खलु तर्हि विकल्पेन रूपद्वयं भवति किन्तु तत्र धकार नास्ति न इणः परे इणः तत्र प्रथममस्ति प्रथमम् एतत् पश्यामः स्वाद् गोरिच्च इति सूत्रं कुत्र कुत्र कार्यं करोति धाधातोः कृते किन्वद्भावस्य पक्षे कार्यं करोति किम् प्रथम एकवचनं विहाय अन्यत्र स्वाघोरिच्छ इति प्रसक्तिः अस्ति किं धाधातोः कृते अस्ति घुसंज्ञकधातु तत्र इकारादेशः भवति दि इति भवति सर्वत्र भवति अष्टप्रत्यय विहाय सर्वत्र भवति साधु प्रथमपुरुषे एकवचनं विहाय सर्वत्र भवति सर्वत्र भवति इडागमः पक्षे चिन्वत् पक्षे अपि भवति चिन्वद् अपक्षे अपि भवति अस्तु किन्तु तत् सूत्रं नित्यम् अस्ति तत् विकल्पेन नास्ति साधु तद् तद् आवश्यकं तत् सूत्रम् आवश्यकम् अग्रिमचर्चायाः कृते तर्हि विभाषेटः इति सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति अधुना दादातोः कृते चिन्वत्पक्षे इडागमः अस्ति इति कृत्वा रूपद्वयं भवति अनन्तरं दकारस्य तु दादातुः अधुना नास्ति दि इति अभवत् इण् अस्ति इण् परः इट् अस्ति खलु दि योगः इट् अस्ति प्लस् शिद्धम् इति अस्ति तत्र तु निश्चयेन भवति तर्हि सो यत् अत्र पूर्वं यत् सूत्रम् अस्ति तत्र इदागम न वदति नास्ति किन्तु दादातोः इकारान्तदातुः भवति खलु दादातुः इति कृत्वा इणः परः भवति इणः परः इति यत् अस्ति तत्र दि इति भवति खलु तर्हि इकारः अस्ति इति कृत्वा इणः परः तर्हि चिन्वत् पक्षे विभाषेतः इत्यस्य प्रसक्तिः अस्ति रूपद्वयं भवति रूपद्वयं किन्तु चिन्वत् अपक्षे शृण्वत् पक्षे धकार तथैव तिष्ठति तस्य किमर्थं न दि अस्ति दि भवति स्वागोरिच इत्यस्य प्रसक्तिः अस्ति किन्तु विभाषेटः इत्यस्य प्रसक्तिः नास्ति किमर्थम् इत्युक्ते तत्र इडागमः नास्ति चिन्वदपक्षे किमर्थम् इत्युक्ते दा धातुः अनिट् धातुः अस्ति अपक्षे द्रष्टव्यम् अनिट् वा इट् वा सेट् वा अनिट् वा द्रष्टव्यम् अनिट् धातुः अस्ति दा धातुः इति कृत्वा विभाषेटः इत्यस्य प्रसक्तिः नास्ति एकमेव रूपं मूर्धन्यदकारः न आगच्छति अस्तु इति चिन्तनम् अग्रिमसूत्रमपि पठति वदति किं भगिनि अनन्तरं मणिमहोदयं विस्मृतवती अहं भगिनी पठित्वा अग्रे महोदय पठतु हस्वादङ्गात् हस्वात् हस्मान्तात् अङ्गात् सिच् लोपो भवति झलि परे हस्वात् पञ्चम्यान्तम् अङ्गात् पञ्चम्यन्तं द्विपदं सूत्रं तद तदन्तविधि इत्यनेन हस्वात् अङ्गात् राष्ट्रस्य अत्यस्य सस्य अत्यस्य अनुवृत्ति संयोगात्यस्य लोपः इत्यस्य मात् लोपः इत्यस्य अनुवृत्ति झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं हस्वात् अङ्गात् सस्य लोप झलि यत्र हस्व अङ्गपूर्वम् अस्ति सिच् प्रत्यय परे अस्ति झलि परे अस्ति सिच् प्रत्ययस्य लोपः भवति इदानीं यदि हस्व स्था धो रिच इति अनेन सूत्रेण इकारः आगच्छति उदाहरणं दा धातु कृते तत्र हस्व अङ्गात् इकार सिच् लोप भवति झलि परे इति सिच् लोपः भवति झलि परे खलु सो झलि परे अने यत्र ध्वम् अस्ति तत् झल् भवति इकार तत्र सेट् यत्र अस्ति तत्र झलि नास्ति किन्तु अन्यत् यत्र अस्ति तत्र सर्वे झलि भवति सातां सतस्तां द्वां सर्वे अनन्तरं झल् अस्ति इति मन्तव्यम् सिच्छित्यस्य मन्तव्यं सिच्छिन योजयित्वा सकारस्य लोपः भवति सकारस्य लोपः भवति तदनन्तरं ध्वम् इति अस्ति खलु अनन्तरं साः इति अस्ति तत्र सर्वत्र द्रष्टव्यम् अस्तु किन्तु आताम् इति मध्यं पुरुषे कुत्र द्विवचने आताम् तत्र तु भवति सिच्छस्ति एव तत्र लोपः अपि अस्ति तत्र तत्रापि भवति केवलं आताम् इत्यत्र न भवति किमर्थम् इत्युक्ते प्रथमपुरुष बहुवचने अपि न भवति साधु तत्र मध्यमपुरुषे एकवचने बहुवचने अपि वहि महि तत्र अपि भवति नो वहि झल् नास्ति केवलं बहुवच मध्यमपुरुषे एकवचने बहुवचने इदानीं किञ्चित् किञ्चित् अवगच्छामि महोदय मणिमहोदय पठति किम् अग्रे तस्मात् अङ्गात् इति ह्रस्वात् अङ्गात् इति सूत्रे रात्रस्य इत्यस्मात् सस्य इत्यनेन सर्वेषां सकाराणां ग्रहणं स्यात् तर्हि व्याह्याणे कथं सिच् एव लोपः उक्तः इति चेत् जलो जलि इति पूर्वसूत्रे सिच्चः एव सकारलोपः इति सर्वेषाम् अङ्गीकारः ततः अग्रे ह्रस्वात् अङ्गात् इत्यपि तदा द्वयोः पूर्वसूत्रीच इत्यस्मिन् प्राचीनकाले मतभेदः अस्मिन् विषये सिद्धान्तकौमुद्याः टीकाकारः बालमनोरमो लिखति इत्युक्ते ह्रस्वात् अङ्गात् इति सूत्रं अत्र किम् उक्तम् अस्ति चेत् रात्रस्य सूत्रं ह्रस्वात् अङ्गात् इति सूत्रस्य पूर्वं भवति अतः सकारः सर्वेषां चकाराः कुत्र कुत्रापि ग्रहणं भवति इति दत्तं. शिच्यः कथं शिच्यः एव अत्र उक्तः सिच् प्रत्याहारः एव अन्य सकारः नास्ति इति कथम् उक्तः इति अत्र चिन्तयामः चेत् जलाजलि इति सूत्रं ह्रस्वतङ्गादिसूत्रस्य पूर्वं अत्र पूर्वसूत्रे सिच्यः एव सकारः लोपः इति सर्वेषाम् अङ्गारः. सर्वेषाम् इत्युक्ते सर्वे व्याकरणाः उक्तवन्तः, ते सर्वे अपि अङ्गीकृतः इति. अनन्तरं ह्रस्वातङ्गात् तयोः पूर्वयोः दीच इति प्राचीनकाले दीच इति सूत्रमपि अस्ति, तदपि भवितुमर्हति इति. परन्तु बालरमाचिककारः किं लिखति इति अधोभागे दत्तं महोदय. तत् तर्हि मतभेदाः सन्ति, दीच इत्यस्मिन् अपि मतभेदाः सन्ति इति. दीच जलो जलि इति यत्र राक्षस्य इत्यत्र तु केवलं सस्य इति स्वीकुर्मः, किन्तु अग्रे गत्वा जलो जलि अनन्तरं ह्रस्व दीच ह्रस्वसङ्ग सर्वत्र तु सस्य सकारः इत्यनेन सिच् इत्यस्य एव ग्रहणम् इति मतभेदाः सन्ति इति अहम् अवगच्छामि. तथैव उक्तमस्ति खलु राक्षस्य इत्यस्मात् सूत्रात् एव सस्य इति, जलोजलि इत्यस्मिन् अपि सस्य इति अनुवृत्तिः अस्ति, दीच इत्यस्मिन् सस्य इति अनुवृत्तिः अस्ति, ह्रस्वातङ्गात् इत्यस्मिन् अपि सस्य इति अनुवृत्तिः अस्ति. तर्हि महोदयेन अत्र द्वयोः पूर्वसूत्रे दीच इत्यस्मात् इत्यस्मिन् प्राचीनकाले मतभेदः अस्ति इति, दीच इति आरभ्य एव तत्र मतभेदाः सन्ति. तत्र सस्य इत्यनेन अत्र सिचः एव ग्रहणम् इति केचनः वदन्ति इति. तत्र वयं तु पूर्वं हल्सन्धिसूत्रे सकारादिप्रत्ययः इति वयं पठितवन्तः, सकारादिप्रत्ययः इति मन्तव्यम् इति, किन्तु सर्वे सकाराः न सन्ति, सिच् इति अपि न पठितवन्तः, न चिन्तितवन्तः. किन्तु केचाञ्चन मतभेदाः सन्ति ये वदन्ति सिच् इत्यस्य एव ग्रहणम् इति ते वदन्ति. अग्रिमपङ्क्तिमपि पठति वा महोदय. हयति भावे सकास् दीचे दीचे दीच् सलोपः इति सिद्धान्तः. तत्र मदान्तरमाह सिच् एके इति दीचे ति लोपः सिच् एवेति एके मन्यन्ते इति अर्थः. दिश्चहार सिचो लोपश्चकार लोपश्चकादिति प्रयोजनमिति वार्तिकादिहति तदास्यः तदास्यः. अस्मिन् पक्षे सकारस्य जस्वेन नकारः तदाः चकादिति एके इत्यस्वर स्वरसोद्भावनम् उद्भावनं तत् बीजं तु दिशकारे शिचोलोपः इति वार्तिकं. प्रत्याहयं प्रत्याह्याय सकारमात्रस्य दीचे इति लोपस्य लोपस्याभिभवान् युभगमः ददः सकारीत्वे एव भाष्यमिति. सरलमेव अस्ति, तावद् चिन्तनं न. अत्र हेर्दि भावे प्रथमं तु वयं जानीमः खलु, अत्र चकाद्योगः हि इति अस्ति प्रत्ययः इति चिन्तयतु. हि प्रत्ययः कुत्र आयति? लोट्लकारे मध्यमपुरुषे हि प्रत्ययः आगच्छति खलु. तर्हि अनन्तरं हेर्दि इति सूत्रं वयं पठितवन्तः, भावः सूत्रं किम् आसीत्? अनन्तरं जशस्ततोर्हेदीति भवति खलु सम्यक् किं जशस्कुमितवान् स्मारयतु दीदि आदेशः कुतः झषस्ततो ध भवति चकारस्य हेदि सूत्रं सूत्रे कुत्र आगच्छति हि इत्यस्य स्थाने धि आदेशः अत्र अस्माभिः तर्हि चकास्योगः हि इति स्थितौ हूजल्भ्योहेदि इति सूत्रेण जलन्तधातुः अस्ति खलु चकास् इति जलन्तधातुः दीपरे हि परे हकारस्य दकारः भवति इति कृत्वा चकास्योगः दि इति भवति. तर्हि अधुना किं सूत्रं वयं तु सामान्यसूत्रमेकं पठितवन्तः धी च इति सूत्रं किं वदति धी परे सकारस्य लोपः भवति इति वयं पूर्वं पठितवन्तः. तर्हि अस्माभिः किं कृतम् आसीत् तस्मिन् समये यदा वयं हल्सन्धिः पठितवन्तः तदा तु धी परे सकारस्य लोपः धी च इति सूत्रं पठित्वा वयं किं कृतवन्तः चकादि इति स्वरूपं साधितवन्तः स्मरन्ति किम्? किन्तु केचनाः वदन्ति सका अत्र दीच इति सूत्रे सलोप अत्र किम् अस्ति मतान्तरम् आह सिच एव इत्येके इति अत्र सि इत्यनेन सकारलोपः सस्य लोपः भवति खलु अत्र स इत्य वदनेन सिच प्रत्ययस्य एव ग्रहणं भवति सर्वेषां सकाराणां नास्ति इति वदन्ति केचनाः. तर्हि किं भवति तस्यां स्थित्यां किं भवति चकास्योगः दि इत्यस्मिन् स इत्यस्य लोपः भवति किं? न भवति खलु. किमर्थम् इत्युक्ते धीच इति केवलं सिचः एव लोपः. तत्र तु धीच इत्यस्मिन् स प्लस् दि इति सिच दि परे सिचः एव लोपः भवति सर्वेषां सकाराणां लोपः न भवति इति भवति चेत् केवलं चकास्योगः दि इति एव भवति खलु. तदा किं भवति दीच इत्यस्य प्रसक्तिः नास्ति इति कृत्वा जष्वसन्धिः भवति खलु सकाद्धि इति रूपं साधयामः. सकारस्य दकारः भवति जष्वसन्धिं भूत्वा तर्हि चकाद्धि इति रूपं साधयामः. किमर्थम् इत्युक्ते सिच् सकारः नास्ति सिच् इत्यस्य सकारः नास्ति चकास् इत्यस्मिन् तु केवलसकारः अस्ति न तु सिच् सकारः इति कृत्वा चकाद्धि इति रूपं साधयामः इति केषाञ्चन मतम् अस्ति. यत्र सिच् एव ग्रहणं भवति इति ये वदन्ति चकादि इति रूपम् इति. किमर्थम् इत्युक्ते धी च इत्यनेन चकास् इत्यस्य सकारस्य लोपः न भवति केवलसकारः अस्ति एतद्. किन्तु ये वदन्ति न दीच इत्यस्मिन् सकारमात्रमेव तत्र ग्रहीतव्यं तत्र सिचः ग्रहणं मास्तु इति ये वदन्ति न सकारस्य एव लोपो भवति इति कृत्वा दीच इति कार्यं कृत्वा चकादि इति रूपं प्राप्नुमः. तर्हि केषाञ्चन मतमस्ति चकाद्धि इति सम्यक् रूपं सिचः एव लोपः भवति अन्येषां सकाराणां लोपः न भवति इति वदन्ति तेषां रूपं भवति चकादि अन्येषां रूपं चकादि इति आह किम् इत्युक्ते आहत्य मतभेदाः सन्ति इति एव मतभेदाः सन्ति. तर्हि ह्रस्वात् अङ्गात् इत्यस्य किम् अस्ति इत्यस्मिन् सिचः एव लोपः भवति इति स्वीकृत्य महोदय अत्र पाठितवान्. पूर्वतने अपि सिचः इत्येव केचनाः मन्यन्ते किन्तु ह्रस्वात् अङ्गात् तु साक्षात् सिचः एव लोपः भवति इति अवगच्छन्ति किम्? इत्यस्मिन् केवलसकारः आसीत् तत्र तु किन्तु तस्मात् एव अनुवृत्तिः आगच्छति ह्रस्वात् अङ्गात् इत्यस्मिन् अपि. किन्तु यत्र ह्रस्वात् अङ्गात् भवति तत्र तु केवल सिच् सकारः नास्ति तत्र तु सिच् प्रत्ययस्य लोपः भवति इति. तर्हि कुतः परिवर्तनं कुत्र जातम् इत्युक्ते केचनः वदन्ति भीते इत्यस्मात् एव तत्र केवलं सिच् एव लोपः इति वदन्ति किन्तु केचन वदन्ति दीच इत्यस्मिन् सकाले केवलसकारस्य एव लोपः, अत्र तु सिच लोपः नास्ति, तस्मात् अङ्गात् आरभ्य एव सिच् लोपः इति वदन्ति. तर्हि मतभेदाः सन्ति इति एव अत्र. किन्तु अस्माभिः महोदयेन किं पाठितमस्ति अत्र बोधितमस्ति, ह्रस्वातङ्गात् इत्यस्मिन् सिचः लोपः भवति जलि परे इति. यथा भगिनी उक्तवती जलादिप्रत्ययाः कुत्र कुत्र सन्ति इति पश्यामः चेत् अत्र मध्यमपुरुष एकवचने, मध्यमपुरुष बहुवचने एव सन्ति खलु, तर्हि तत्र एव सकारस्य लोपः सिच् लोप भवति. तर्हि सिच् लोपं भूत्वा अत्र पश्यन्तु, यत्र अनिट् पक्षे रूपं पश्यन्तु, साः ध्वम् इति एव सन्ति रूपम्. ई सातां सत, अनन्तरं सस्ताः इति नास्ति रूपं, केवलं स्ताः इति एव. किमर्थम् इत्युक्ते सकारस्य लोपम् अभवत्. तथा एव साथां सध्वम् इति नास्ति, भीच इत्यनेन सध्वं नास्ति अत्र, एतैव ह्रस्वातङ्गात् इत्यनेन एव मन्ये, अत्र सि इत्यस्य लोपं भूत्वा ध्वम् इति एव. अनन्तरं सि स्वसि स्मः इति. क्षम्यताम्, अत्र स्ताः इति अस्ति खलु, स्ताः इत्यस्मिन् क्षम्यताम् इति, एतत्तु दादातोः कृते वदामः खलु, दादातोः कृते यत्र दि इति भवति तदा एतादृशं परिवर्तनम् आयान्ति. यत्र आकारान्तधातुः अस्ति चेत् तत्र तु सकारः तिष्ठति एव. एकैकं पश्यामः, रूपाणि पश्यामः. दादातु अपि ईकार, यत्र ईकार आदेशः अनन्तरम् अत्रापि कार्यं करोति, एकरादेशः किल, किं सूत्रं स्याद्वरिच स्याद्वरिच इति सूत्रेण अन्तिमवर्णः ह्रस्व इकारः भवति, यथा भवति तदा तु साः इति न भवति, स्ताः इति एव भवति. आम् आम्, स्ताः इति एव भवति, स्ताः इति न भवति. दादातोः कृते पश्यामः, प्रथमम् अनित् पश्ये पश्यामः चेत् किम् अनित्पक्षे पश्यामः. अनित्पक्षे प्रथमं तु केवलम् एकवचनेषु तु अदाही अदायी इति रूपं दृष्टवन्तः. द्विवचने किं भवति, साताम् इति अस्ति, ततः किं भवति अदा साताम् इति रूपं. तत्र स्वागोरिच्छेतिस्य प्रसक्तिः अस्ति खलु, तर्हि रूपं भवति अदि अधिशाताम्, अनन्तरम् आदेशप्रत्ययोः इत्यनेन अधिशाताम् इति भवति रूपम्. समीचीनं किम्? अधिशाताम् इति रूपं स्वागोरिच्छ अनन्तरम् आदेशप्रत्ययोः इत्यनेन सूत्रद्वयं कार्यं करोति. तथा एव अधिशत इति रूपम्. नमस्ते, अङ्गीकुर्वन्ति वा सर्वे? अत्र ईकारः नास्ति महोदय, चिन् नास्ति. किं महोदय? अल चिन् नास्ति, अतः ईकारः न भवति. पश्यामः, अनित् अस्ति धातुः इति कृत्वा केवलम् अदा साताम् इति अस्ति, स्वागोरिच इत्यनेन अधि साताम् भवति, यत्र इकारः भवति तत्र सकारस्य षत्वं भवति, तर्हि अधि शाताम् इति रूपम्. अनन्तरम् अधिशत, कः वदति स्ताः इत्यस्य रूपं किं वदत् किं भवति भगिनी पुनः वदतु. अदा साताम् इति खलु भगिनि, पुनः वदति अदा. एकवचने प्रथमपुरुषे एकवचने, अधुना वयं पुनः आरम्भतः वदामि, अनित् पक्षे पश्यामः, यत्र चिन्वद् अपक्षे पश्यामः, तत्र तु दादातुः अनित् अस्ति, तर्हि युदागमः नास्ति. तर्हि अनित् सूत्राणि, अनित् प्रत्ययाः अत्र महोदयेन दत्ताः खलु, कृपया पश्यन्तु, ई सातां सत, साः सातां ध्वम् इति, तद् पश्यतु. तत् तिष्ठन्ति चेत् ई इति अस्ति, अदायि इति पूर्वमेव रूपं साधितवन्तः, चिन्वत् पक्षे तु युगागमः भवति कृत्वा, युकागमः भवति तत्र. आम्, साताम् इति द्विवचने पश्यामः, किं भवति अ इति अदागमः, दा धातुः खाताम् इति प्रत्ययः. अधुना स्वागो रिच इत्यस्य कार्यं करोति किं सूत्रं कार्यं करोति, तर्हि अधि खाताम् इति भवति. अनन्तरं किं भवति आदेशप्रत्ययोः इति सकारस्य अधिशाताम् इति रूपम्. सत इत्यस्य बहुवचने किम् अस्ति? रामप्रिया भगिनी वदति किं भगिनि बहुवचने? आं भगिनि, तत्रापि स्तागोरिश्च इति सूत्रेण इकारः आगच्छति. अधियोगः सथ आदेशप्रत्ययोः अधिशत इति रूपम्. अधिशत अत्र किं स्मर्तव्यम् इत्युक्ते यत्र स्वागोरिच्छ इति भवति सा इति वदनेन एव आगच्छति भगिनि, सातां न आगच्छति. अत्र सूत्रे साथां न सूचयति, स्था सूचयति. साताम् इति प्रत्ययः अस्ति भगिनि, महोदयेन निर्मितं प्रत्ययः, निर्मिताः प्रत्ययाः सन्ति खलु, तद् पश्यतु भगिनि. अनिट् पक्षे चिच् प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकाः प्रत्ययाः इमे इति सन्ति खलु. तद् अत्र किमर्थम् अदे इति गुणकार्यं न भवति? कः वदति किमर्थं गुन्दलघुपदस्य आदेशप्रत्ययोः इत्यनेन गुणकार्यं आरोपितं भवति. यत्र इकारः भवति स्वागोरिच्छ इति सूत्रं, तत्र तु कित्वम् आरोपितं निर्मितं भवति इति कृत्वा गुणकार्यं न भवति इति सत्यं. ताः इत्यस्मिन् रूपं किं भवति? अ दा ताः इति अस्ति. तत्र पुनः इकार आगच्छति, अधियोगस्था अधिष्ठा अधिसाः इति अस्ति. अनन्तरं अधिष्ठाः ह्रस्वादङ्गात् इति अत्र कार्यं करोति खलु, ह्रस्वादङ्गात् इत्यनेन चिचः लोपः भवति खलु जलीपरे. अधिताः अधि अधिताः इति न भवति, प्रश्नः नास्ति, प्रश्नः नास्ति कस्यापि. ह्रस्वादङ्गात् इत्यनेन सकारस्य लोपः भवति, सिचः लोपः भवति खलु इति कृत्वा अधिताः. किन्तु द्वे रूपे विभाषेत इति अस्ति न, न अत्र तु विभाषेटः नास्ति, तत्तु धकारस्य कृते अस्ति विभाषेटः. अधुना तकारस्य तु नास्ति, तर्हि एकमेव रूपम् अधिताः इत्येव रूपम्. अस्तु, साताम् इत्यस्मिन् किं भवति? अधिशाताम् इति. अत्र आदेशप्रत्ययः सूत्रं कार्यं कृत्वा आदेश द्वम् इति अस्ति, तत्रापि सकारलोपः, तत्रापि ह्रस्वादङ्गात् भवति खिल, ह्रस्वादङ्गात् भवति. तर्हि अत्र अत्र किं भवति वदतु, अत्र डकार मूर्धन्य डकारः भवति किम्? इनहाशिद्वं लुङ्गिटं निश्चयेन नित्यं भवति खलु डकारः नित्यं, तर्हि रूपं किं भवति? अधि अधिद्वम् इति भवति, अधिद्वम् अधिद्वम् इति एकमेव रूपं, विभाषा तत्र नास्ति, नित्यं रूपं भवति इणः इति सूत्रेण. किमर्थम् विभाषा इत्यस्य प्रसक्तिः नास्ति? इडागमनास्ति नास्ति, इडागम नास्ति इति कृत्वा अधिद्वम् इति रूपं. प्रश्नः अस्ति किं भगिनि? भगिनि, एणशीघ्रं लुङ्लिटा द्वङ्गा तस्य प्रसक्तिः न अस्ति एव अस्ति, तदर्थमेव ड्वं भवति डकारः भवति. अस्तु, अधिध्वं कथं विभाषित न भवति तत्र? इडागमः नास्ति खलु, इट् अस्ति चेदेव विभाषा भवति. यदि अदा अस्ति तत्र स्थाद्वोरिच कार्यं न करोति, सः इकारः भिन्नम् अस्ति भगिनि, इत् अस्ति इडागमस्य इट् भिन्नम् अस्ति, यत्र चिह्नपक्षे भवति अत्र तु अनिट् धातवः सन्ति खलु, इडागमः नास्ति. अनिट् पक्षे पश्यामः, अनिट् पक्षे इडागमः न भवति खलु. अस्तु, तर्हि विभाषा इत्यस्य प्रसक्तिः नास्ति. इणः शिद्वं लुङ्लिटां गोङ्गा. यदि अदा तत्र कथं वयं हस्वाङ्ग उक्तवन्तः? ह्रस्वाङ्गम् अस्ति खलु. आम्, ह्रस्वमङ्गमेव अस्ति खलु. अधि इति ह्रस्वमङ्गम् अस्ति खलु. इडागमस्य कार्यं नास्ति भगिनि अत्र. विभाषा इत्यस्मिन् इडागमः इति यः इकारः आगच्छति भिन्न इकारः अस्ति खलु. अधि इत्यस्य इकारः भिन्न इकारः, ह्रस्वाङ्गम् अस्ति सत्यं, किन्तु इडागमः अस्य इकारः नास्ति अधि इत्यस्य. स्थाघो रिच अनेन वयम् उक्तवन्तः. स्थाध्वौ लघुसंज्ञकधातो इत् भवति साधु, इत् भवति, इडागमः नास्ति भगिनितः सह. अस्तु, अत्र अनित् धातुः अस्ति, तर्हि अनित् पश्य अधुना वयं पश्यन्तः स्मः. आम्, किन्तु यदि अदायुगध्वम् अस्ति तत्र स्थाघोरिच तस्य कार्यं न भवति? भवति, तर्हि भवति, तर्हि इणः इति अङ्ग इणः अङ्गं भवति. अस्तु, इणङ्गं भवति सत्यम् इति कृत्वा एव इणः इति सूत्रं कार्यं करोति. इणः शुद्धं कार्यं भवति, अधिध्वं भवति तत्र. अदिद्वम् इड्ड्वम् इति अदिद्वम्. अस्तु, सी इति तत्रापि स्थाग्वसोरिच इत्य अनन्तम् आदेशप्रत्ययोः अदिशि अदिश्वहि अदिश्महि. धन्यवादः. अग्रे वयम् अधुना चिन्वद्भावपक्षे पश्यामः. चिन्वद्भावपक्षे यद्यपि धातुः अनिट् अस्ति तथापि इकार इडागमः भवति. चिन्वद् अपि स्वभावम् आरोपितं भवति केन सूत्रेण? दादातु उत्तमं. तर्हि तत्र प्रथमपुरुषे एकवचने रूपं किम्? आं भगिनि, अत्र इ इति छिन् अस्ति इति कृत्वा आतो युक् छिन् कृतोः इति सूत्रेण युकागमः भवति अदायि इति रूपम्. अस्तु, अनन्तरम् इशाताम् इति अस्ति. इडागमः भूत्वा अदा इशाताम् इति रूपम् आतो युक् आगच्छति पुनः अत्र. अत्र अत्र प्रथमम् एकैकं पश्यामः भगिनि. आतोयुक् छिन् कृतोः इति सत्यम्, आतोयुक् छिन् कृतोः इति छिन्वद्भावः अस्ति इति कृत्वा युकागमः भवति. आं, तर्हि रूपं किं भगिनि? अदायोग यकार योग ईशाताम् अदायिशाताम् इति भवति. अदायिशाताम् इति भगिनि पुनः वदतु किमर्थं युकागमः आगच्छति अत्र एकवचने? संस्था एव कार्यमस्ति. अतो आतो युक् छिन् कृतोः इति सूत्रमस्ति खलु. चिन्वद्भावस्य पक्षे चिन्वद्भावम् आरोपितं भवति खलु इति कृत्वा, यद्यपि इशातां साक्षात् चिन् नास्ति, सिच् प्रत्ययः अस्ति, तथापि चिन्भावः आरोपितम् अस्ति इति कृत्वा अत्र चिन्भावस्य कार्येण अत्र आतो युक् छिन् कृतोः इत्यनेन युकागमः भवति खलु. ओके ओके, तर्हि अदायि शाताम् बहुवचने सर्वत्र तथैव मध्यमपुरुष एकवचने भवति अदायिष्ठा अदायिष्ठाः. मध्यमपुरुष द्विवचने भवति अदायि शाताम् अदायि शाताम् समानकार्यम्. इदानीम् अत्र इड्वम् इति अस्ति, इड्वम् अस्ति तत्र अदा योगयि अदायि ध्वम् एकपक्षे भवति, इदानीं विभाषेत आगच्छति सो एकपक्षे अदायि एकपक्षे अदायि ध्वं भवति अदायि इति इणः अङ्गमस्ति खलु, इणः अङ्गमस्ति खलु अदायि अपि इणगम् इणः एकरूपं द्वितीयरूपमेव भवति अत्र इणः इणः इति अदायि इति इणः अङ्गमेव अस्ति खलु इणङ्गमेव अस्ति इति कृत्वा विकल्पेन डकारः भवति खलु विकल्पेन एणाचि द्वं लुङ् लित् धो ग्वा अङ्गा तस्य कार्यं भवति विभाषेत् मन्ये खलु अदायि ध्वं वा अदायि ध्वम् इति साधु इति रूपद्वयम् अत्र साधितवन्तः किं महोदयस्य वर्गे अपि आं महोदय द्वयरूपं साधितवान् रूपद्वयं साधितवन्तः अस्तु आं धन्यवादः मणिमहोदय प्रश्नः अस्ति किं महोदय अस्मिन् बहुवचने मध्यमपुरुष बहुवचने बहुवचने अत्र इडाहम एव अस्ति तस्य पूर्वम् इणः नास्ति अधः किमर्थं नास्ति अदायि इति रूपम् अस्ति खलु अदा अदा क्षम्यताम् अदा अनन्तरं यकारः अस्ति अस्ति अनन्तरं सकारः एकारस्य आदेशे प्रत्ययो कार्यं करोति किल दन् षडोः कवसि सत्यं भगिनि महोदय सत्यं वदति इण् प्रत्याहारस्य अदा हयवरट् लण् लण् पर्यन्तं यकारः अपि हयवरट् इति इन् प्रत्याहारे अस्ति खलु महोदय हयवरट् इति यकारः अपि इन्नङ्गम् अस्ति अदाय् प्रत्याहारे अस्ति इकारः नास्ति किन्तु यण् प्रत्याहारे अस्ति इन् प्रत्याहारे अस्ति खलु महोदय मणिमहोदय इन् इति प्रत्याहारे के के वर्णाः सन्ति मणिमहोदय वदति किं न शृणोमि महोदय केनापि श्रोतुं शक्नोमि हरि ओम् श्रूयते भगिनि सरला भगिनी भवती शृणोति किं मम सर्वे स्वराः तदनन्तरं हयवर ल भवति प्रायः तस्याः लैन् नमस्कारः भव्या अस्मि अधुना श्रूयते भगिनि श्रूयते किमपि अभवत् मम अहं तु न श्रुतवती कस्यापि भाषणं महोदय प्रश्नः अस्ति किं महोदय अत्र इन् प्रत्याहारे यकारः अपि अस्ति तर्हि आमां तदेव अस्ति तर्हि अत्र रूपद्वयं भवितुम् अर्हति खलु अनन्तरम् इडागमः अपि अस्ति इति कृत्वा अदायिद्वम् अदायिद्वम् इति भगिनि एकः प्रश्नः भगिनि दादातु चिन्वद्भावे स्याद्वोरिच सूत्रं न कार्यं करोति केवलं अतो युक् चिन् तदेव कार्यं कुरुते दा आगच्छति या आगच्छति या इन् प्रत्ययः तदेव अन्यकार्यम् किम् यद्यपि यत्र चिन्वद्भावः भवति यद्यपि सिच् प्रत्ययः अस्ति तथापि सिच् प्रत्ययस्य सिचिन् भावः भवति खलु चिन् इति एव भावः भवति प्रत्ययद्वयम् अस्ति खलु तथा अस्ति अस्तु तर्हि मध्ये उत्तमपुरुषे एकवचने अदायिषि खलु अदायिषि अदायिष्व हि अदायिष्मः इति रूपाणि अभवत् खलु समाप्तम् एतावत्पर्यन्तमेव महोदय कृतवान् खलु भगिनि गुहुधातु पश्यतु अधुना पश्यामः एकवारं पञ्चनिमिषं स्वीकृत्य तदपि पश्यामः गुहुधातोः विषये गुह् इद्वम् इति इद्वम् इति अस्ति खलु इद्वम् इति रूपद्वयम् अस्ति अत्र गुहु इति गुहु इति युजकधातुः खलु किन्तु वेट् अस्ति किमर्थम् अत्र इद्वम् इद्वम् इति रूपद्वयम् अस्ति इण्णत्तु नास्ति खलु इणः नास्ति खलु हकारः क्षम्यतां हकारः अस्ति खलु तर्हि इङ्प्रत्याहारे अस्ति यथा यकारः इङ्प्रत्याहारे तदेव गुह् इति हकारः इण्प्रत्याहारे अस्ति हकारः अस्ति अनन्तरं इडागमः अस्ति इति कृत्वा रूपद्वयम् आविभाषा इत्यनेन विभाषेतः इति सूत्रेण अस्तु तर्हि धन्यवादः भू यथा भवती उक्तवती धातु किं सूत्रम् उक्तवती भवती अहं विश्रमति भू धातोः कृते भगिनी अत्र सूत्रमासीत् ऊदुपदा गोः ऊदुपदायागोः ऊदागमः भवति उपदा वर्णस्य ऊद गोहः सन्दर्भे यत्र गोहः भवितुम् अर्हति तस्मिन् समये गुः गोः भवितुम् अर्हति गुणकार्यं कृत्वा तदा तु ऊद् आदेशः भवति धन्यवादः भगिनि धन्यवादः पुनः चिन्तनीयम् अस्तु शुभरात्रिः शुभरात्रिः भगिनि